ॐ सहनावतु शमनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनीये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। चलो अद्यतनवर्गस्य आरम्भं कुर्मः। सुप्रभातं, स्वागतम्। ओके, कोऽपि वक्तुं शक्नोति कुत्र वयं कियत्पर्यन्तं वयं पठितवन्तः? एतत् सर्वं समाप्तम् अस्मिन् सूत्रे नुमागमः यस्य वर्ण आं महोदय एतत् समाप्तम्। अग्रिमप्रश्नः अत्रोक्तं ज्ञान इति दिस् ऐ थिङ्क् वि हेड् अ गुड् डिबेट् आन् दिस्। एतत् इतोपि एकवारं पठनीयं वा अग्रे गच्छामः? हलो हा महोदय, ऐ थिङ्क् वि केन् मूव् फार्वर्ड्। या मूव् फार्वर्ड् मेडम्। ऐ डिन्ट् अण्डर्स्टाण्ड्, गो फार्वर्ड् आर् पुनः पठ? ओके, अग्रे गच्छामि। अग्रे तर्हि नुम् आगम मित् अस्ति, एतत् सर्वं समाप्तं न? ओके, अतः एतत् तथैव। ओके, अनन्तरम् एतत्। ओके, अनन्तरं no no trump and others we didn't do, right? Did we do sanskar pradvarnayal over? No mahoday, anil mahoday, it's all over. Okay, this nakara makara parivartati, have we discussed that? Anusar sthane nichedan ke uttara आरम्भं करणीयं वा? हा, तथैव मिदि मन्द वदि वन्द एतत् सर्वं वयं किं प्रोसेस् कर्तुं शक्नुमः? बट् डिड् वि डू देट् प्रोसेसिङ्ग्? ऐ एम् नाट् श्योर्। न, अहं चिन्तयामि न कृतम् इति। दीस् आर् लैक् एक्साम्पल्स्, ऐ डोण्ट् थिङ्क् वि ट्रैड् दीस् एक्साम्पल्स्। ओके, अनन्तरं नश्चा पदान्तस्य झलि, देट् ऐ डोण्ट् थिङ्क् वि डिड्। न, तत्तु न कृतम्। सो ऐ थिङ्क् लेट्स् ट्रै दीस् एक्साम्पल्स् फस्ट् एण्ड् देन् विल् गो टु देट्। ओके ओके, प्रथमं तु वयं पठामः वदि धातुविषये, अनन्तरं तदेव कुर्मः अन्यधातोः विषये अपि। ओके, अत्र एकं तु उदाहरणरूपेण दत्तमस्ति, अन्य अत्र किम् अभ्यासरूपेण दत्तमस्ति। ओके, अतः उदाहरणं पठित्वा अग्रे गच्छामः। ओके, चलो अनुसूया भवती एव पठतु। तथैव मदि मन्द वदि वन्द भदि भन्द चदि चन्द्र ग्लदि ग्लन्ध परन्तु त्रपि त्रप्य। त्रप्य इत्यस्मिन् किमर्थ मकारः? न तु नकारः, न तु त्रम्प, त्रप्य न त्रम्प, त्रम्प त्रम्प इत्यस्मिन् किमर्थं मकारः न तु नकारः? वस्तुतः तत्तु अग्रे वयं पश्यामः। त्रम्प इत्युक्ते अर्थं किम् अहं न जानामि, पश्यामः। कुत्र अस्ति fine. Trump, not Trump. Trump is it. Makara to anantara magachati, na? Trapati is ashamed, perplexed. Trapati, to be ashamed, okay. Tatra asti, to be ashamed, perplexed, okay. Trapta also is coming as meaning, huh? Oh, no. No, sorry, not trapped. My computer is telling me something. Okay. Okay. Something to be ashamed of. Okay. Agre gachatu. Trump itasmin kimartham makaraha natu nakaraha. Vastutaha nakaraha ayati eva. Tada nakarasthane anuswaraha. Anuswarasthane tattat vargiya anunasika varnaha ayati. Yatha vadi vad vand bhavati. तदनन्तरम् अनुस्वार आगत्य आगत्य वन्द् भवति तदनन्तर तस्य अनुनासिकवर्ण आयाति इति वन्द् भवति वदि वद् उपदेशे जन्नासिक इति सूत्रेण अन्ते विद्यमान इकार अनुनासिक इकारस्य इत्संज्ञा भवति तस्य लोप इति सूत्रेण तस्य लोपः भवति इकारस्य लोपः भवति इति इदितः भवति इदितो नुम् धातोः अवकाशः अस्ति अतः वत् वन्द् भवति नकारस्य आगमनम् आगच्छति नुमागमः आगच्छति वन्द् नश्चापदान्तस्य जलि इति सूत्रेण नकारस्य अनुस्वारः आगच्छति वन्द् भवति वन्द् पर अपरम् वन्द् एव भवति अनुस्वारस्य ए परसवर्णः इति सूत्रेण दकारस्य पञ्चमवर्णः नकारः आगच्छति अतः वन्द् भवति अतः अन्तिमरूपम् उपयोगरूपं इति भवति इदानीं मदि इति अस्ति न तस्मिन् विषये मदि मदि एकनिमिषं मदि मदि ओके एतस्य स्थाने वन्द् आधारेण वदतु मदि मदि उपदेशे जन्नास्क इति मदि अनुनासिक इति अनुनासिक इति सूत्रेण अन्ते विद्यमान इकारस्य अनुनासिक इकारस्य इत्संज्ञा भवति इत्संज्ञा भवति अतः इदित् भवति अनुनासिक इकारस्य इत्संज्ञा भवति तस्य लोपः भवति ओ इकारस्य इकारस्य इत्संज्ञा भवति तस्य लोपः इति सूत्रेण तस्य लोपः अपि भवति इकारस्य लोपः भवति इति इकारस्य लोपः भवति अतः इति भवति अनुसूया अस्मिन् स्तरे इकारस्य लोपानन्तरं मध्ये एव अवशिष्य अवशिष्टरूपं किम् अतः अवशिष्टरूपं किं मद् भवति मद् भवति नामकरणमपि आगच्छति न इत् इत् संज्ञा भवति अतः मद् इदित् अस्ति हा इदित् अस्ति इदितो नुमागमः इति सूत्रस्य अवकाशः अस्ति हा अतः मद् इदित् अस्ति इदित् अस्ति हा अतः किम् आयाति इदितो नुमागमः इति सूत्रेण नुमागमस्य आगमनं भवति नुम् आगच्छति नुम् आगच्छति ओके नुम् आगच्छति नुम् वित् अस्ति हा नुम् वित् अस्ति इचादन्त्योत्परः इति सूत्रेण अन्तिम अच् वर्णस्य परे नुमागमः भवति मद् इति म अधिक अ अधिक द अस्ति अन्तिम अच् वर्णः अ अस्ति तदनन्तरम् आयाति अतः मन्द भवति मन्द ओके मन्द मन्द इति अस्माकं हस्ते अवशिष्टरूपं भवति अवशिष्ट इत्युक्ते अन्तिमरूपं भवति ओके तावत्पर्यन्तं सर्वे अवगतवन्तः प्रश्नः अस्ति वा ओके इदानीं चन्द्रमती अपि अस्ति अत्र ओके अनिल् अग्रिमधातु किम् अस्ति एतत् सर्वं दकार दकार दकार आगच्छति अतः समस्या नास्ति ओ अत्र अनुसूया अर्धं कार्यं कृतम् अस्ति आगमानन्तरं मन्द मन्द इति धातोः नश्चापदान्तस्य जलि इति सूत्रेण तत्र अनुस्वारः आगच्छति स्वारस्य आगमः भवति अतः अनुस्वारसहितं मन्द भवति तदनन्तरम् अनु परसवर्ण ययि ययि परसवर्ण इति सूत्रेण परसवर्ण इति नकारस्य पञ्चमवर्णः नकारः मन्द भवति ओके यावत्पर्यन्तं सर्वे अवगतवन्तः प्रश्नाः सन्ति परन्तु परन्तु सूत्रस्य स्मरणं न आयाति सूत्राणां विस्मरणं तु भवति एव पुनः वदतु सीतालक्ष्मी किं नष्टापदन्तस्य एकवारं पठनीयम् एकवारं न पठितवन्तः नष्टापदान्तस्य बलि न पठितवन्तः ओके अतः तत् कृत्वा अग्रे गच्छामः लाञ्छिका का कपि लङ्गि इत्यादिकम् नष्टापदान्तस्य बलि कृत्वा तदनन्तरं पुनः अनुस्वारस्य ययि परसवर्णः तत् अवशिष्ट सूत्राणि सन्ति तेषां पठनानन्तरं वयं किम् अभ्यासं कुर्मः ओके अनिल् भवतः पर्यायः इदानीं पठतु नश्चापदान्तस्य झलि 8324 अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे झल् प्रत्याहारे वर्गस्य प्रथमः द्वितीयः तृतीयः चतुर्थः च वर्णाः च अपि च श श स ह इति वर्णाः अन्तर्भूताः पदस्य अन्तः पदान्तः न पदान्तः अपदान्तः तस्य अपदान्तस्य न षष्ट्यन्तं च अव्ययपदम् अपदान्तस्य षष्ट्यन्तं झलि सप्तम्यन्तम् अनेकपदम् इदं सूत्रम् मोनुस्वारः 8323 इत्यस्मात् मह अनुस्वारः इत्यनयोः अनुवृत्तिः तयोर्यवाचि वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अपदान्तस्य मह नः च अनुस्वारः झलि संहितायाम् किम् अवगतवान् सामान्य भाषायां वदतु सामान्यभाषाये नकारमकार अनुस्वारे परिवर्तयति परिवर्तितं भवति कदा अस्ति चेत् झल् प्रत्याहारे वर्गस्य किं झल् इत्युक्ते ऐ थिङ्क् वर्गीयवर्णाः झल् वर्णाः झल् प्रत्याहारे ये वर्णाः सन्ति वर्गस्य झल् इत्युक्ते ऐ थिङ्क् प्रथम द्वितीय तृतीय चतुर्थवर्ण वर्गीयवर्णानां कृते तु प्रथम द्वितीय तृतीय चतुर्थ तदनन्तरम् ऊष्माणः ऊष्माणः ऊष्मवर्णः षषः ओके ओके हा कुत्र भवितव्यम् पञ्चमवर्ण वर्गीयवर्णस्य वर्ग वर्गीयवर्णायां पञ्चम नास्ति पञ्चम नास्ति झल् प्रत्याहारे पञ्चमवर्णाः न सन्ति तदेव अन्तस्थः अपि न सन्ति किम् कः न सन्ति महोदय अन्तस्थः अस्तु अस्तु ओके पदस्य अन्तपदान्त ओके अपदान्त इत्युक्ते पदस्य अन्त नास्ति तत् अपदान्त अपदान्त इत्युक्ते पदे इन्सैड् विदिन् द वर्ड् आमां ओके पदान्ते अस्ति पदान्त इत्युक्ते भिन्नमस्ति अत्र अपदान्तः अपदान्तः इत्युक्ते पदस्य अन्ते नास्ति पदे अस्ति उदाहरणं पुस्तकम् अत्र मकार पदान्ते अस्ति एण्ड् अनदर् एक्साम्पल् कुड् बि रामान् नकार पदान्ते अस्ति पदान्ते अस्ति ओके अवगतं पदान्ते अस्ति चेत् किमपि वयं न कुर्मः तस्मिन् विषये तु अन्य सूत्राणां किं प्रयोगं भवति अत्र अपदान्ते विदिन् द वर्ड् तत्र किं भवति तत्र मकार नकार अनुस्वारे परिवर्तयति अनुस्वारे परिवर्तितं भवति तदनन्तरं तदनन्तरं किं भवति हा ओके तदनन्तरं अग्रे पठामः हा कस्य पर्यायः भवति पूर्णिमा न पठितुं शक्नोति गीता अपि न सीतालक्ष्मी भवती पठितुं शक्नोति ओके नश्चापदान्तस्य झलि एतत् तु अवगतं न ओके इदानीम् अनुस्वारस्य ययि परसवर्णः अनुस्वारस्य ययि परसवर्णः 7, 8, 4, 58 अनुस्वारस्य स्थाने परसवर्ण परसवर्णादेशो भवति ययि परे परस्य सवर्णः परसवर्णः षष्टितत्पुरुषः अनुस्वारस्य षष्ट्यान्तं ययि सप्तम्यान्तं परसवर्णः प्रथमान्तम् त्रिपदमिदं सूत्रम् यै प्रत्याहारे श्र षकार षकार सकार हकार एतान् वर्जयित्वा सर्वे हल् वर्णाः अन्तर्भूताः तयोर्व्यावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनुस्वारस्य ययि परसवर्णः संहितायाम् ययि इत्युक्ते यै प्रत्याहारे के के वर्णाः आगच्छन्ति कुतः आरम्भं भवति अनुस्वारस्य स्थाने परसवर्ण आदेशः भवति ओके तवर्गस्य नकार आदेशः भवति पकारस्य मकारः आदेशः पवर्गस्य मकार आदेशः भवति कवर्गस्य नकारः चवर्गस्य अकारः पञ्चम अनुनासिकवर्ण आदेशः भवति आदेशः भवति कदा निमित्तं किम् यै प्रत्याहारे प्रथमान्तं यै प्रत्याहारे इत्युक्ते किं यै प्रत्याहारे एय् प्रत्याहारे सः एतानि वर्जयित्वा सर्वे हल् वर्णाः अन्तर्भूताः। भवती माहेश्वरसूत्राणि स्मरति वा? वदतु। यमगणनं झभगण घडदश झभगडदश खप चटथ चटताप खपै कपै कपै आसे कपै यकार आरम्भं मकार हय हा हा न हा नास्ति तत्र यकारेण आरम्भं यवर ओके हयवर तत्र अस्ति न तत्र ह निष्कासयामः यवर ततः आरभ्य कपय पर्यन्तं गन्तव्यम् ओके तदस्ति जै वर्णानां किं भागः प्रत्याहारस्य किम् अकौण्टिङ्ग् ओके इदानीं यै वर्णाः यै प्रत्याहारे अय यावर यमगणनं जपगण जभग घडदश जभगडदश कफचटथ चटतव कफै यै प्रत्याहारः एतानि वर्जयित्वा तत्तु वयं जानीमः यै प्रत्याहार वयं जानीमः चेत् शशसः न आगच्छति तत्र ओके फल्वर्णानि इत्युक्ते व्यञ्जनानि ऊष्मवर्णाः विहाय ओके इदानीं आरम्भस्तरे ओके आरम्भं केन वयं कुर्मः अनुस्वारः ओके अनुस्वारः अस्ति तदनन्तरं किम् अस्ति परसवर्णादेशे भवति ययि पदे एकनिमिषम् अनालिसिस् कथं करणीयम् अस्माकं हस्ते अनुस्वारः अस्ति ओके अनुस्वारः अस्ति तदनन्तरं किं परिशीलनं कर्तव्यं पश्यतु अस्माकं हस्ते मन्द् इति वयम् आल्रेडि प्रोसेसिङ्ग् कृतवन्तः अत्र मन्द् विषये अनुस्वारः अस्ति अवगतम् ओके मन्द् ओके इदानीम् अनुस्वारः हस्ते अस्ति ओके किं परिशीलनं कर्तव्यम् अनुस्वारस्य ययि परसवर्णः एतस्य उपयोगं कर्तव्यं चेत् परिशीलनं कुत्र कर्तव्यम् एकं तु अनुस्वारः वयं दृष्टवन्तः तदनन्तरं कुत्र द्रष्टव्यं तकारः आगच्छति तकारः व्यञ्जनकारः मन्द् एतस्य वर्णविभजनं करोतु मकार मकार अनन्तरं मकार मकार नास्ति अम् अस्ति ओके मकार नकार नकार कुत्र अस्ति दकार दकार ओके इदानीम् अस्माकं मकार अनन्तरम् अनुस्वारः अस्ति अनुस्वारः ओके अनुस्वारानन्तरं किम् अस्ति? दकारः अस्ति. दकारः अस्ति. दकारः कस्मिन् प्रत्याहारे आगच्छति? प्रत्याहार अस्माकं सूत्रं किं वदति? जबगडदश. जबगडदश हयवरट् नमगणनं सर्वं तु अस्ति. अन्ये उत्तरं मा ददातु. अन्ये जनाः किञ्चित् मौनं तिष्ठन्तु, तस्याः किञ्चित् समस्या अस्ति, निवारणं कुर्मः. ओके, सीतालक्ष्मी, अस्माकं सूत्रं किं वदति? अस्माकं सूत्रं यये स्थाने यै परे यै प्रत्याहारे. सम्पूर्णसूत्रं पठतु. अनुस्वारस्य यै परसवर्णः. तदस्ति सूत्रं. सम्पूर्णसूत्रं किं वदति? अनुस्वारस्य यै परसवर्णः संहितायां. संहितायाम् इत्युक्ते किं? समीपे. समीपे अत्यन्तसामीप्यम् इत्युक्ते मध्ये किमपि अन्यवर्णः न आगच्छति. ओके, एतदस्ति संहितायाम् एतस्य किं डेफिनेशन्. ओके, इदानीं किं किं वयं पश्यामः? एकं तु अस्ति अनुस्वारः, द्वितीयं तु अस्ति ययैयैयाहारः, तृतीयमस्ति एतयोः मध्ये संहिता. ओके, अवगतं? पश्यतु, अस्माकं हस्ते मकारस्य तु किमपि कार्यं नास्ति. अत्र अनुस्वारस्य कार्यम्, अनुस्वारानन्तरं यत् किमपि वर्णः अस्ति तत् कस् यै प्रत्याहारे आगच्छति वा न आगच्छति, एतस्य परिशीलनं कर्तव्यम्. ओके, अत्र परन्तु तत्पूर्वं किं द्रष्टव्यं? संहिता अस्ति वा न. अत्र पश्यतु, अम् द दकार मध्ये किमपि अन्यवर्णः अस्ति वा? नकारः आगच्छति न, नकारः अनन्तरम्. ओ ओ ओ ओ, नकारस्य तु अनन्तरं रूपम् आगच्छति. ओके, इदानीं विस्मरतु, नुमागमविषये तु वयं दृष्टवन्तः. ओके, अत्र अहं चिन्तयामि अत्र एव कन्फ्यूजन् अस्ति. ओके, एतस्य समाधानं कथं करणीयं पश्यामि. ओके, मन्द् मा स्वीकरोतु. अत्र लाञ्छी अस्ति. ओके, सीतालक्ष्मी भवती विषये वदतु. ला छी लाच्छी. लाच्छी एवमस्ति. लाच्छी. ओके, इदानीम् एतस्य प्रोसेसिङ्ग् करोतु. लाचि अनुनासिक इकारस्य अन्ते विद्यमानस्य इकार भवति. अनुनासिक इत्संज्ञा भवति. ओके, अतः लाचि लाच्छे. ओ लाच्. ओके, इदानीं लाच्छी इकारस्य इत्संज्ञा अभवत्, अतः तेन कारणेन नाम किम् आगच्छति? धातोः नाम किम् आगच्छति? अहं सूत्रं पृच्छामि. इदित्. ओके, इदित्. ओके, इदित् अस्ति चेत् किं सूत्रम् आगच्छति कार्यं कर्तुं? नुमागमग. इदितो नु नुमागमः भवति केन सूत्रेण इदितो नुम् धातोः इदितो नुम् धातु इदितो नुम् धातोः इति सूत्रेण वयं नुमागमः अथवा नुम् प्रत्ययस्य आगमकार्यं कुर्मः ओके इदितो नुम् धातोः एतस्य सूत्रस्य आधारेण वयं नुम् इति प्रत्ययस्य आगमकार्यं कुर्मः ओके तावत्पर्यन्तम् अवगतं हा अतः मम हस्ते किम् अस्ति हा लार्ज् अधिकं नुम् ओके इदानीं नुम् किम् अस्ति नुम् तत्र वयं किं कुर्मः हा लकारं लाच् लाच् तु तदेव तिष्ठति अनन्तरं किं तत् कुर्मः नुम् नुम् यदस्ति प्रत्ययः तत्र किं किम् अपगच्छति मकारः नुम् मकारः अपगच्छति नकारः एव हलन्त्यम् इति सूत्रेण हलन्त्यम् इति सूत्रेण मकारस्य लोपः भवति तस्य लोपानन्तरं मकार नकार नु एव तिष्ठति नु तिष्ठति परन्तु नु अपि किम् अस्ति अनुनासिक अनुनासिक उकारः ओके अतः किं भवति तत्र तस्य अनुनासिक नकार उकार उकार नकार उकार अनुनासिक उकारः उकारः ओके अत्र किं किं गच्छति लोपकार्यं के केषां वयं कुर्मः मकारस्य हलन्त्यम् अनुनासिक अनुनासिक उकारस्य केन सूत्रेण गच्छति उपदेशेज अनुनासिक इत् इति सूत्रेण अनुनासिक उकारस्य लोपः भवति तस्य लोपः भवति इति सूत्रेण अवशिष्टरूपं किं नकारः एव ला इदानीं वयं किं किं कस्य कस्य लोपकार्यं कृतवन्तः इकार अनुनासिक इकारस्य मकारस्य प्रथम लाञ्चिन् इकार अनुनासिक इकारस्य वयं नामकरणं कृतवन्तः इदित् नामकरणं वयं कृतवन्तः ओके इदानीं मकारस्य अनुनासिक उकारस्य ओके तेन कारणेन नामानि कानि उकारस्य इत्संज्ञा अभवत् अतः उदित् उदित् ओके उदित् इति नाम अस्ति तदनन्तरं पुनः अन्यनाम किम् अस्ति मकारस्य इत्संज्ञा अपि अभवत् न ओके यावत्पर्यन्तम् अवगतम् ओके इदानीं मित् यत् अस्ति तत् किं वदति नकार अस्माकं हस्ते सूत्रमस्ति न कुत्रापि सूत्रं विना वयं किमपि न कार्यं कर्तुं शक्नुमः अत्र किं वदति मित् अस्ति चेत् किं कर्तव्यम् नकार नुम् आगम नकार न मित् नुम् आगमकार्यं तु कृतं परन्तु नुम् यदस्ति तत् मित् अस्ति अतः यः प्रत्ययः मित् अस्ति तस्य स्थानं कुत्र अस्ति अन्ते अस्ति कस्य अन्ते न न एकनिमिषम् एकनिमिषं हा भवत्याः अवगमने किञ्चित् समस्या अस्ति इति अहं चिन्तयामि. हा इदानीं वयं किं कृतवन्तः नुम् इति प्रत्ययस्य आगमकार्यं कृतवन्तः. ओके इदानीं निम् नुम् प्रत्ययस्य आगमनेन हा नकारः अस्माकं हस्ते प्राप्तम्. ओके हा इदानीं यः नकारः वयं प्राप्तवन्तः तस्य स्थानं कुत्र? हा अस्माकं हस्ते लाच् इति धातुः अस्ति, तत्र वयं नकारस्य स्थापनं कर्तुम् इच्छामः. ओके किमर्थं? कारणम् इति धातुः अस्ति. हा इकारस्य लोपकार्यं कृतवन्तः न, अतः इत् धातुः अस्ति. इदि धातु अस्ति एतस्य कारणेन नुम् इति प्रत्ययस्य आगमः अभवत्. केन सूत्रेण? हा इदितो नुम् इति सूत्रेण. इदानीं प्रश्नः उदेति नुम् यदस्ति प्रत्ययः तस्य अवशिष्टभागः केवलं न, हा नकारः. ओके इदानीं प्रश्नः उदेति नकारस्य स्थापनं लाच् मध्ये कुत्र भवति? हस्वमध्ये भवति वा मध्ये वा अन्ते स्वरान्तः? अतः अस्माकं हस्ते किम् अस्ति? मिदिचोन्तात् मिदिचोन्त्यात् परः इति सूत्रमस्ति. तस्य सम्पूर्णसूत्रं किम् अस्ति? मित् अचः अन्त्यात् परः अन्तः. ओके एतस्य अर्थं किम् आगच्छति? मित् यदस्ति अच् पर अच् वर्णस्य परे अच् वर्णस्य कस्य अच् वर्णस्य? ओके इदानीं लकार आकार तत्र वयं नकारस्य योजनं कर्तुं प्रयत्नं कुर्मः. ओके इदानीं नकारः यदस्ति तद् मित् अस्ति. ओके यावत्पर्यन्तम् अवगतं? यदा अस्ति तदा नकारस्य स्थापनं कुत्र भविष्यति? मिदच्छेन्त्यात् परः मित् अचः अन्त्यात् परः. अचः इत्युक्ते किम्? अचः अन्तः हल् वर्ण सर्वे स्वराः स्वरवर्णाः स्वराः यत्किमपि स्वरः अन्त्यात् अचः अन्त्यात् परः इत्युक्ते किम्? अन्तिम अल्वर्णः यदस्ति परः. ओके अन्तिम अच् वर्णः यदस्ति तस्य परः तद् भवति अन्तः. ओके ओके यावत्पर्यन्तम् अवगतम्? अतः नकारस्य स्थानं कुत्र भवति? आकारस्य नकार अनन्तरं चकार. अतः इदानीम् अहं लकार आकारः अस्ति अस्माकम् अच्वर्णः अन्तिम अच्वर्णः, तदनन्तरं किमपि अच्वर्णः न आगच्छति. अतः तदनन्तरं नकार स्थापयामि, अनन्तरं चकारः. वर्णमेलनं करोतु, किम् आगच्छति? लाञ्च लान् ओके इदानीं पुनः सूत्रम् आगच्छति पुनः सूत्रम् आगच्छति किं सूत्रम् आगच्छति पश्यतु नश्चापदान्तस्य झलि अत्र लाञ्च् यदस्ति एतत् पदं नास्ति अपदम् अस्ति यावत्पर्यन्तम् अवगतं तत् पदं नास्ति तिङन्तम् अपि नास्ति सुबन्तम् अपि नास्ति तत्तु स्मरणे अस्ति लाञ्च् पदमस्ति वा सुप्तिङ्गन्तं पदम् इति वयं पठितवन्तः सुबन्तमपि नास्ति तिङन्तम् अपि नास्ति अतः एतत् अपदम् अस्ति ओके नश्चापदान्तस्य झलि किं वदति सूत्रं पश्यतु सूत्रस्य अप्लिकेशन् बहु किं महत्त्वपूर्णम् अस्ति नश्चापदान्तस्य झलि सम्पूर्णसूत्रं पश्यतु तदा अर्थस्य अवगमनं सम्यक् भवति पठतु एतत् नश्चापदस्य झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वरादेशो भवति केवलं सीतालक्ष्मी केवलं यत् अहं मार्क् कृतवती तत् पठतु अपदान्तस्य मह नः च अनुस्वरः झलि संहितायाम् अनुस्वर अतः अस्मिन् हस्ते लाञ्च् लाञ्च् यदस्ति तत् वयं निर्णयं कृतवन्तः अपदान्तः अपदान्तः अस्ति महानः अत्र किम् अस्ति महानः मकार नकार अत्र किम् अस्ति अपदान्त अस्ति तदनन्तरं मह अस्ति वा म अस्ति वा मकारः अस्ति वा नकारः अस्ति वा नकारः नास्ति चकार पूर्वं नकारः अस्ति न नकारः अस्ति न अतः अस्माकम् अस्ति ला तु अस्ति तदनन्तरं नकारः अस्ति तदनन्तरं छकारः अस्ति इदानीं परिशीलनं करोतु इदानीं महानः इत्युक्ते मकार अथवा नकार च मकार नकार द्वयोः स्थाने ओके तत् वयम् अत्र प्राप्तवन्तः नकारः अस्ति तत्र किम् अस्ति यदा मकारः अस्ति अथवा नकारः अस्ति तस्य परिवर्तनं किं भविष्यति अनुस्वरसंहितायाम् अनुस्वारे परिवर्तनं भवति कदा झलि झलि झलि इत्युक्ते व्यञ्जनपरे व्यञ्जन झल् इत्युक्ते किं झल् प्रत्याहारः झल् प्रत्याहारः झल् प्रत्याहारः यदस्ति तस्य वर्णाः काः झल् प्रत्याहारे वर्णाः जबङ्गडदश् जबगडदश् तथा तव खभै ततः आरभ्य खभै गढधश् जबगडदश् खप छट वदतु सर्वं कफ छट जबगडदश् खप छटथ छट तव छटत कफै कफै तदनन्तरं नल् पर्यन्तं गच्छ गन्तव्यं वा लकार पर्यन्तं शाशसः फल् अतः किं द्रष्टव्यं नकारानन्तरं चकार अनुस्वार चकारस्थाने च वर्गस्य जल् इत्युक्ते किं जल् वर्णः कः जब व्यञ्जन व्यञ्जनानि अनु जल् जल् वर्णः इत्युक्ते जल् परे व्यञ्जनपरे तावत् व्यञ्जनानि मत्लब् वर्गीयव्यञ्जनानि चवर्गस्य कख च छ ज ज न च अनुस्वारम् इत्युक्ते च च ज न कदा अनुस्वारे परिवर्तितं भवति एतस्य कारणं वयं परिशीलनं कुर्मः ओके अस्माकं हस्ते किमस्ति हा नः मह इत्युक्ते नकार मकार ओके नकार मकार यदस्ति तदनन्तरं अपदान्तस्य मह नः च अनुस्वारस्य अनुस्वारः भवति कदा झलि संहितायां संहिता अस्ति वा अस्माकं नकारः यदस्ति नकारः अस्ति तत्र संहिता अस्ति वा तथा दादन सीतालक्ष्मी भवती भिन्नमार्गे चिन्तनं करोति मम प्रश्नस्य उत्तरं केवलं तस्य उत्तरं ददातु नकारचकारयोः मध्ये संहिता अस्ति वा न संहिता अस्ति अस्ति कथं वक्तुं शक्नोति चवर्ग च अनुस्वारः अनुस्वारस्य न न संहिता इत्युक्ते किं समीपे समीपे अन्तर् समीपे सामीप्यं तु अस्ति एवं पश्यामः चेत् ला यदस्ति ला यदस्ति तस्य सामीप्यं यदा अहं पश् अत्र ब्राकेट् मध्ये लिखामि ला तदनन्तरं नकारः अहं स्थापितवती तत्रापि सामीप्यम् अस्ति न लकार नकारयोः सामीप्यम् अस्ति वा न अस्ति अस्ति अशुद्धं किमर्थं वदतु नकारानन्तरं लकारः आगच्छति लकारानन्तरं नकारः न आगच्छति प्रत्याहारे ला अधिकं न नकार ओके तत्र लकारनकारयोः संहिता अस्ति वा लकारनकारयोः संहिता अस्ति वा किमर्थम् किमर्थं नास्ति अथवा किमर्थम् अस्ति द्वयमपि अस्ति न अयवरट् लण् इति आगच्छति न अयवर अरे अरे अरे अरे अत्र तु अयवरट् लण् विषये अहं न पृच्छामि अहं संहिता एतस्य अर्थस्य अवगमनार्थं प्रश्नं पृच्छामि अत्र तु वर्णानाम् अथवा वर्गीयवर्णः अवर्गीयवर्णः तस्य प्रश्नः एव न उदेति ओके संहिता अस्ति वा नास्ति एतदेव मम प्रश्नं ओके अत्र लान् यदस्ति लान् यदस्ति तत्र लकारनकारयोः मध्ये संहिता अस्ति वा न जानामि महोदय न जानाति ओके एकनिमिषं पश्यामि अत्र अनिल् भवान् वक्तुं शक्नोति लकारनकारयोः मध्ये संहिता अस्ति वा न महोदय कारणं मध्ये आकार एव तिष्ठति आकारः तिष्ठति अतः लकारनकारयोः मध्ये संहिता नास्ति. इदानीम् आकारनकारयोः मध्ये संहिता अस्ति वा? आम् महोदय, अस्ति. कारणं मध्ये किमपि न तिष्ठति, अन्यवर्णः नास्ति. ओके, सीतालक्ष्मी संहिता इत्युक्ते किम् अवगतवती इदानीं? लकारस्य आकारः भवति न आकार नकार मध्ये आकारः अस्ति. नकार न एव तिष्ठति, नकार एव अस्मि न, अतः संहिता नास्ति. ओके, भवत्याः नाम वयं लिखामः. एकनिमिषं, भवत्याः नाम किम्? अरे, वाट् इस् दिस् हेपनिङ्ग्? ओके, अनिल्, यु केन् टेल् मी वाट् इस् दिस् हेपनिङ्ग्? नौ यु पुट् अ ब्राकेट् अण्ड् प्रेस् एण्टर्. ब्राकेट् ब्राकेट् महोदय. अरे, ब्राकेट् आल्सो इस् नाट् कमिङ्ग्, ऐम् गेटिङ्ग् ओन्लि जीरो. केप्स् लाक् चेक् एण्टर् एण्टर् महोदय. ओके, इदानीं सीतालक्ष्मी भवत्याः नाम अहं लिखामि. हा, ओके, सीता लक्ष्मी. ओके, हा, सीतालक्ष्मी भवत्याः नाम. इदानीं वर्णविच्छेदं करोतु. सकार इकार ईकार सकार आकार आकार लकार लकार शकार लकार ककार लकार अनन्तरं ककार शकार इकार इकार शकार अनन्तरं मकार ईकार. ओके, इदानीं सकार इकार अहं योजयामि चेत् किं भवति? सि इति भवति. एतत् अस्ति गुणिताक्षरम्. ओके, तकार आकार योजयामि चेत् किं भवति? ओके, लकार सीता, ओ लकार, तत्र तु अकारः आगच्छति न? भवती न उक्तवती. लकार अकार एतयोः मध्ये लकार अकार आगच्छति. सी ता ल, तत्र सर्वत्र गुणिताक्षरम् अस्ति. इदानीं ककार शकार ओ हो मकार तदनन्तरम् इ आगच्छति. ओके, अतः अत्र किमस्ति? संयुक्ताक्षरम्. ओके, अवगतम्? संयुक्ताक्षरम्. ओके, एतयोः मेलनेन ईकारेण इ अस्ति न? इ यदस्ति, अत्र पश्यतु, एतत् चत्वारः वर्णाः वयं मेलनं किम् एतयोः एतेषां मेलनं वयं कृतवन्तः. तदा अस्माकं हस्ते आगतं किं? क्षि इति, क्ष्मि इति आगतं. कथं? सर्वं वयं मेलनं कृतवन्तः. ओके, एतदस्ति गुणिताक्षरविषयं, संयुक्ताक्षरविषयम्. ओके, इदानीं किं संहिता कुत्र अस्ति? मकार शकार योः मध्ये संहिता. ओके, एवमेव ककार शकारयोः मध्ये संहिता, मकार ईकारयोः मध्ये संहिता. ओके, कारणं किं? मध्ये किमपि नास्ति. सकार ईकारयोः संहिता. ओके, अवगतम्? इदानीं पश्यामः वयं किं किं पठितवन्तः सन्धिकार्यविषये. अत्र आगच्छतु. अत्र वयं सन्धिकार्यं कर्तुं शक्नुमः वा न शक्नुमः? अत्र आगच्छतु, अत्र आगच्छतु, अत्र आगच्छतु. कथं भवती निर्णयं कृतवती? विभजनं करोतु. अकार तकार रकार तकार रेफ रेफ आकार आक अकार तकार रेफ तदनन्तरम् आकार अकार गकार गकार अकार. तत्र तु किमपि कार्यं नास्ति. ग छ तु. ओके, इदानीं पश्यतु, भवत्याः हस्ते रेफः अस्ति, तदनन्तरम् आकारः अस्ति. एतयोः मेलनेन किं भविष्यति? अत्र अत्र गच्छतु. अत्र अत्र सन्धिकार्यं कृतं वा? अत्र गच्छतु, तत्र सन्धिकार्यं कृतं वा? अतः भवत्याः वर्णविभजने किम् अशुद्धम् अस्ति? अत्र अन्तिम सौण्ड् किम् आगच्छति? अत्र वदामि वा अत्र वदामि? अतर आगच्छ अतर अत्र न अकारः आगच्छति. ओके, इदानीं केन कारणेन अकार आकारयोः मध्ये वयं किं स्थापयामः? केवलम् आकारः स्थापयामः. ओके, तदनन्तरं वयम् आकारः स्थापयामः. केन कारणेन? अकार आकारयोः सन्धिकार्यं कृतवन्तः. किमर्थम्? यस्मिन् समये भवती किमस्ति एकनिमिषम् अशुद्धम् उक्तवती. अत्र अनन्तरम् अत्र आकार प्रसकार यदा एवं लिखामः अत्र सन्धिकार्यं किमर्थं न इति वदामः? केवलं गुणिताक्षरम् कमान् कमान् अकार अकारस्थापनीयं गुणिताक्षरम् अकार अतर अतर अत्र वयं दृष्टवन्तः अकार इकारयोः मेलनेन सीग् आगच्छति तदस्ति गुणिताक्षरं सकार आकारयोः मेलनेन ता इति आगच्छति तदस्ति गुणिताक्षरम् अतः रेफ आकारयोः मेलनेन किम् आगच्छति रा इति आगच्छति तत्र किं परिवर्तनम् अभवत् वा सन्धि यदा वयं कुर्मः कुत्रापि किमपि परिवर्तनं भवति सन्धि कदा भवति संहिता अस्ति चेत् एव सन्धि भवति अत्र पश्यतु अकार आकारयोः मध्ये अन्य किमपि वर्णः अस्ति वा न नास्ति अतः अत्र संहिताकार्यं कर्तुं शक्नुमः ओके तत्र वयं किं कार्यं कृतवन्तः द्वयोः मेलनं कृत्वा एकमेव आकारस्य स्थापनम् आदेशरूपेण कृतवन्तः सवर्णदीर्घसन्धिमध्ये आदेशः अस्ति न अकार अकार अकारयोः मेलनेन दीर्घ अकारः आगच्छति सवर्णसन्धि ओके इदानीम् अत्र पश्यतु नकारछकारयोः मध्ये संहिता अस्ति वा नास्ति आं वा नास्ति नास्ति हा मध्ये किमपि वर्णः आगच्छति वा न आगच्छति अतः संहिता नास्ति कथं भो नकार छकारयोः मध्ये अन्यवर्णः अस्ति वा अतः संहिता नास्ति कथं वक्तुं शक्नुमः संहिता अस्ति एव साक्षात् दृश्यते ओके इदानीं पुनः अपदान्तस्य महनः इत्युक्ते मकारनकार च अनुस्वारे परिवर्तितं भवति झलीसंहितायाम् ओके इदानीं छकार यदस्ति सः झल् वर्णः अस्ति वा न झल् वर्णः चकारः महोदय झल् वर्णः चकारः झल् वर्णः अस्ति अतः अस्माकं कण्डिशन् तु प्राप्तं नकारः अस्ति तदनन्तरं छकारः अस्ति अतः नकारस्य परिवर्तनं भवति ओके अतः नकारस्य स्थाने किम् आगच्छति नकारस्य स्थाने किम् आगच्छति अपदान्तस्य मकारनकारः च अनुस्वारः झलीसंहितायाम् ओके अतः मकारस्य नकारस्य किं परिवर्तनं भवति नकारनकारस्य अत्र तु अस्माकं हस्ते नकारः अस्ति नकारः अस्ति वा मकारः अस्ति द्वयोः तु एकमेव कार्यं नश्चापदान्तस्य नश्चापदान्तस्य झलि तत्तु हा ओके नश्चापदान्तस्य झलि अत्र अहं सम्पूर्णसूत्रं दृष्ट्वा एतस्य अर्थस्य अवगमनं कर्तुं प्रयत्नं करोमि अतः भवत्याः हस्ते अपदान्तः तु प्राप्तं नकारः अपि प्राप्तं झल् वर्णः अपि प्राप्तम् ओके नकारः प्राप्तं लाच् यदस्ति तत्तु अपदान्तः अस्ति तत्र नकारः अस्ति परः चकारः यदस्ति तदस्ति झल् वर्णः कण्डिशन् सेटिस्फैड् अपदान्तः नकारस्य परे झल् वर्णः अस्ति तदा नकारस्य किं भवति तत्तदनुसारे परिवर्तितं भवति ओके सर्वे जनाः यावत् अवगतवन्तः अवगतं भगिनि अवगतं बहु दीर्घमस्ति अवगमनं परन्तु एतत्तु आवश्यकम् अस्ति हा अस्माकम् अस्ति यत् किमपि सूत्रमस्ति तस्य अवगमनं सम्यक् भवति चेत् अग्रे कार्यं सरलं भवति तदनन्तरम् आगच्छति पुनः एकं सूत्रम् एतत् वयं पठितवन्तः वा न अनुस्वारस्य ययि परसवर्णः पठितवन्तः पठितवन्तः ओके अतः हे सीतालक्ष्मी एनिथिङ्ग् टुडे हा ओके इदानीम् अस्माकं हस्ते पुनः एकं सूत्रम् आगच्छति अनुस्वारस्य ययि परसवर्णः इदानीम् अस्माकं हस्ते लाच् यत् अस्ति अत्र अनुस्वारः अस्ति ओके इदानीं सूत्रं किं वदति अनुस्वारस्य ययि परसवर्णः संहितायां हा ओके अत्र संहिता अस्ति वा हा अनुस्वारानन्तरं चकारः यदस्ति हा द्वयोः हा संहिता अस्ति वा लकार आकार अदन्त अत्र आकार नास्ति अत्र आमिति अस्ति ओके ओके एतत् अहं मार्जयामि अनुस्वारः एवं वयं पश्यामः हा ला अनुस्वारः तदनन्तरं चकारः ओके हा इदानीं पश्यतु अनुस्वारः यदस्ति हा तदनन्तरं चकारः यदस्ति द्वयोः संहिता अस्ति वा नास्ति संहिता अस्ति अनुस्वारः अस्ति एकनिमिषम् अनुस्वारः चकारः द्वयोः मध्ये संहिता अस्ति वा नास्ति प्रथमप्रश्न द्वयोर्मध्ये नास्ति हा किमस्ति द्वयोः मध्ये हा संहिता एव भवती न अवगतवती हा सीतालक्ष्मी संहिता इत्युक्ते मध्ये किमपि न आगच्छति अन्यवर्णस्य स्थापनं नास्ति हा अत्र एतदस्ति अनुस्वारस्य रीति तस्य प्रदर्शनं कुर्मः तदनन्तरं छकारः अस्ति द्वयोः मध्ये अन्यवर्णः अस्ति वा न महोदय अन्यवर्णः अतः संहिता नास्ति कथं भो भवती वदति किमपि नास्ति चेत् कोऽपि वर्णः अस्ति चेत् संहिता अस्ति नास्ति चेत् संहिता न ओ उल्टी गङ्गा ओहोहो मध्ये वर्णः नास्ति चेत् संहिता अस्ति मध्ये वर्णः अस्ति चेत् संहिता नास्ति ओके मध्ये वर्णः अस्ति वा मध्ये वर्ण न महोदय अतः संहिता अस्ति अस्ति ओके तावत्पर्यन्तम् अवगतम् इदानीम् अनुस्वारस्य ययि परसवर्णः संहितायां यै इत्युक्ते किं यै प्रत्याहारः यै प्रत्याहारे छकारः यै प्रत्याहारे आगच्छति वा आगच्छति छकारः कस्मिन् वर्गे अस्ति च वर्ग ओके इदानीं च वर्गस्य अनुनासिकवर्णः किम् अस्ति नकार ञकारः ओके अतः अत्र सूत्रं किं वदति अनुस्वारस्य ययि परसवर्णः इदानीं चकारस्य सवर्ण किमस्ति ञकारः अतः अनुस्वारस्य स्थाने किं स्थापनीयम् नकारः स्थापनीयम् ओके ओके अतः अनुस्वारस्य स्थाने अहं किं करोमि ञकारः स्थापयामि ओके इदानीं वर्णमेलनं करोतु लाञ्च इदानीं ञकारः आगच्छति तदनन्तरं छकारः अत्र पश्यतु अस्ति न पश्यतु कथं प्राप्तं सर्वे अवगतवन्तः प्रश्नः अस्ति वा बहु दीर्घम् अभवत् ओके अन्य उदाहरणं पश्यामः कापि ओके ओके कपि विषये का आगच्छति कः आगच्छति एनि वालण्टियर् कोऽपि कर्तुम् इच्छति सोपानेन एकवारं कृतवती शिखलक्ष्मी यत् भवती कृतवती अवगतवती सम्यक्तया इदानीं कपि विषये एनि वालण्टियर्स् उषा चन्द्रमती भवत् विजया अहं वदामि महोदय सर्वम् अवगतवती यत्किमपि सीतालक्ष्मी कृतवती कारणं भवती विलम्बेन आगतवती सर्वम् अवगतवती यत्किमपि सीतालक्ष्मी कृतवती ओके इदानीम् ओके फैन् वेरि गुड् वर्णविच्छेदः प्रथमं वर्णविच्छेदः ककारः अकारः एकनिमिषं एकनिमिषं मम किमपि अशुद्धम् अभवत् ककारः अकारः पकारः अकारः अनुनासिक इकारः अनुनासिक इकारः ओके ओके उपदेशे अज् अनुनासिक इत् इति सूत्रेण इत् भवति तस्य लोपः इति सूत्रेण लोपः भवति कप् अवशिष्यते ओके लोप एकनिमिषं कप् अवशिष्यते कप् अवशिष्यते परन्तु तत्पूर्वम् अत्र नामकरणमपि अस्ति न इकारस्य अनुनासिक इकारस्य उपदेशे च अनुनासिक इति सूत्रेण लोपकार्य इत्संज्ञा कृत्वा लोपकार्यं कृतम् अतः एतस्य नाम किम् आगच्छति? इदित् इदित् इदित् हा इदानीम् एतस्य इदित् कारणेन किं भवति? इदितो नुम् धातोः इदितो नुम् धातोः एतस्य नुम् आगच्छति नुम् आगच्छति ओके इदानीं नुम् मकारः नुम् वर्णे मकारः हलन्त्यम् इति सूत्रेण इत् भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति नु अवशिष्यति नु अवशिष्यते न अस्माकं हस्ते तु केवलं ओके ओके ओके ओके अनुनासिक उकारः अनुनासिक उकारः सामान्यतया अनुनासिकचिह्नं न लिखामः इट् इस् अण्डर्स्टुड् ओके महोदय सारि उपदेशे अजानुनासिक इत् इति सूत्रेण अनुनासिक इत् भवति तस्य लोपः इति सूत्रेण लोपः भवति नकारः अवशिष्यते ओके उकारस्य लोपकार्यं कृतम् अतः उदित् उदित् उदित् तदनन्तरम् उदित् मकारस्य इत्संज्ञा कृतं तत् तदनुगुणं मिदिचो ऐ रीड् औट् मिदिचो मिदिचो अन्त्यस्वरः एकनिमिषम् एकनिमिषं नुं यदस्ति तस्य प्रोसेसिङ्ग् भवती कृतवती तत्र अवशिष्टरूपं नकारः उकारस्य इत्संज्ञा उदित् मकारस्य इत्संज्ञा मित् मित् मित् मित् यदा मित् हस्ते अस्ति तदा एव मिदिचोन्त्यात् परः आगच्छति मित् नास्ति चेत् किमपि नास्ति ऐ रेस्ट् सारि ऐ रेस्ट् ओके इदानीं मित् अस्ति चेत् अधिकं नकार अधिकं नकार इदानीं प्रश्नः उदेति नकारस्य स्थानम् ककारः जलि परे न केवलं नकारस्य स्थानं कथं निर्णयं कुर्मः निदिच्छोन्त्यात् परः ओके निदिच्छोन्त्यात् निदच्छोन्त्यात् परः अतः मित् अस्ति अन्त्यात् परः अच् अन्त्यात् परः अत्र अच् किम् अस्ति वर्णवेच्छेदं करोतु अनन्तरं पकारः अनन्तरं नकारस्य स्थापनविषये वयं पश्यामः अतः नकारः कुत्र आगच्छति अन्तिम अच् वर्णस्य परे अन्तिम अच् वर्णस्य अकारः अस्ति अतः अन्तिम अच् वर्णः अत्र अकारः अकारः अनन्तरं नकारः अनन्तरं पकारः ओके वर्णमेलनं करोतु नकार पकार ओके इदानीं पुनः सूत्रम् आगच्छति किं सूत्रम् आगच्छति अनुस्वारस्य झलि ओके पश्चापदान्तस्य झलि एतस्य आधारेण वयं किं कुर्मः जल्वर्णः पकारः जल्वर्णः अतः नकारः अनुस्वारः भवति नकारानन्तरं पकारः यदस्ति तदस्ति झल् वर्णः अतः नकारस्य अनुस्वारे परिवर्तितं भवति. ओके, अनन्तरं किं सूत्रम् आगच्छति? अनुस्वारस्य ययि परसवर्णः इति सूत्र आधारेण अनुस्वारस्य नकार अनुस्वारस्य ययि वर्णः पकारः अस्ति. पकारस्य परसवर्णः पप म. अतः कम्प कम्प आगच्छति. अतः मकारः आगच्छति फकारस्य पार्ट्नर्. ओके, अतः वयम् आरम्भस्तरे तु नुमागमः नकारः स्थापयामः. ओके, तदनन्तरं नकारस्य परिवर्तनं मकारे भवति. ओके, एव्रिबडि अण्डर्स्टुड्? अभ्यासरूपेण अत्र अस्ति न लम्ब लम्बी इति, एतस्य प्रोसेसिङ्ग् अपि कर्तुं शक्नुवन्ति. अनन्तरं त्रम् अत्र अस्ति, तदपि प्रयत्नं कुर्वन्तु. तदनन्तरं किमस्ति? ओहो, अभ्यासः तु एकदम् अन्तिमभागे अस्ति. ओके, ओके, अद्यतनवर्गस्य समापनं करोमि. मोनुस्वारः वयं न कृतवन्तः. ओके, अनुस्वारस्य ययि परसवर्णपर्यन्तं वयं कृतवन्तः. ओके, प्रश्नाः सन्ति वा? न नेक्स्ट् वीक् नवरात्रि महोत्सवं महोदय, वर्गम् अस्ति वा? अहं न जानामि, भवन्तः एव निर्णयं कुर्वन्तु न. आल् लेडीस् एङ्गेज्ड् महोदय, ड्यू टु पूजा. सरस्वतीपूजा तु सोमवासरे अस्ति, दसरादिनं तु मङ्गलवासरे अस्ति. अतः अहं चिन्तयामि रविवासरे किम् अस्ति. रविवासरे दुर्गाष्टमी अस्ति महोदय. रविवासरे अवकाशः अस्ति महोदय. रविवासरे अवकाशः अस्ति. अनिल् इति अवकाशः अस्ति, सः अन्यकार्यं करोति. ओके, वाट् अबौट् आल् दि अदर्? पूर्णिमा, गीता, अनुसूया तु डेफिनेट्लि सेड् नो. पूर्णिमा, गीता, बोट् आर् ट्रावेलिङ्ग्. विजया, दुर्गाष्टमी अस्ति महोदय, दुर्गनमस्कारं करणीयम्. ओके, विजया, वाट् अबौट् यू? सीतालक्ष्मी, वाट् अबौट् यू? दुर्गाष्टमी अस्ति महोदय, पूजा कर्तुम् इदर् तु बहु मुश्किल् न. आं भगिनि, सप्ताहे एकः वर्गः एव खलु? आम् आं भगिनि, पूजा करणीयं भगिनि अस्माभिः. समापयामि एकवारम् एव खलु महोदय, अतः विरामः स्वीकुर्मः अग्रिमसप्ताहे एव, अनन्तरं समाप्तिः भवति एव पूजायाः विषये. पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः, पुनर्मिलामः अतः.